श्रीगणेशाय नमः। ॐ सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सर्वनामशब्दः। तत्र सर्वनामशब्दे तत्र इदम् इति शब्दः, तत्र पूर्वं वयं पुल्लिङ्ग नपुंसकलिङ्गरूपाणि दृष्टवन्तः, अपि तदनन्तरं स्त्रीलिङ्गरूपाणि अपि दृष्टवन्तः अस्मिन् एव अध्याये। अतः इदानीं तत्र पुटसङ्ख्या अस्ति 58 तत्र स्मः इति मन्ये, किन्तु एकवारं तत्र केवलं पुनस्मरणार्थं तत्र इदं पदस्य स्त्रीलिङ्गरूपं तत्तु पेज् 56 मध्ये अस्ति, अपि तत्र पुल्लिङ्गरूपाणि तत्र पुटसङ्ख्या 51 मध्ये अस्ति, तत् एकवारम् अवलोकनं कृत्वा अग्रे गच्छामः। अतः तत्र पुटसङ्ख्या 51 तत्र दृष्ट्वा तत्र कः वदति? अस्तु अस्तु, रविमहोदय, तत्र पुटसङ्ख्या 51 दृष्ट्वा 51 दृष्ट्वा तत्र इदं शब्दस्य पुल्लिङ्गरूपाणि दत्तानि सन्ति, तत्र अयम् इमौ इमे इति दृष्ट्वा महोदय तत्र अयं देवः इति तत्र सर्वाणि रूपाणि एकवारं वदति वा? अयं देवः, इमौ देवौ, इमे देवाः, इमं देवम्, इमौ देवौ, इमान देवान, अनेन देवेन आभ्याम देवाभ्याम, अनेन देवेन आभ्याम देवाभ्याम, ये भी देवैः अस्मै देवाय आभ्याम देवाभ्याम, एभ्यः देवेभ्यः अस्मात् देवात् आभ्याम देवाभ्याम, एभ्यः देवेभ्यः अस्य देवस्य अनयोः देवयोः एषां देवानाम् अस्मिन् देवे अनयोः देवयोः एषु देवेषु। हा, बहु समीचीनं महोदय, तावत्पर्यन्तम्। अस्तु, समीचीनम्। अस्तु, अग्रे सूर्यकुमारी भगिनी, इदानीं तत्र आयम् उपयुज्य तत्र भगिनी तत्र किं कविः इति करोति वा अथवा कविः इति करोति वा अथवा वणिक् इति करोति वा? वणिच् अयम् अयम् इति अयम् अयं कविः वा अथवा अयं वणिज् वा वणिक् वा? वणिक् अस्तु भगिनि, अस्तु अयं वणिक्, अस्तु अयं वणिक्, इमौ वणिजौ, वणिजौ, इमे वणिजः, इमं वणिजम्, इमौ वणिजौ, इमान् वणिजः, समीचीनम्। अनेन वणिजेन, आभ्यां वणिभ्याम्, एभिः वणिभिः, अस्मै वणिजे, आभ्यां वणिभ्याम्, एभ्यः वणिभ्यः, अस्मात् वणिजः, आभ्यां वणिभ्यां देभ्यः वणिभ्यः वणिजः अनयोः वणिजोः तेषां वणिभ्यां नाम नास्ति तत्र हा वणिज् योगः आम् वणिजि समीचीनम् इक्षु समीचीनं भगिनि हा किञ्चित् कष्टकरम् आसीत् किन्तु भवती सम्यक्तया कृतवती समीचीनं भगिनि सत्यं भगिनि अस्तु इदानीम् अग्रे नरेश् महोदय तत्र अयम् इति तत्र किं कर्तुम् इच्छति महोदय तत्र अयं कविः वा अथवा अयं तत्र आत्मा इति करोति वा किम् अयं कविः अयं कविः अस्तु महोदय अयं कविः इमौ कवी इमे कवयः इमं कविम् इमौ कवी इमान् कवीन् इमान् कवीन् कवीन् अनेन कविना आभ्यां कविभ्यां एभिः कविभिः अस्मै कवये आभ्यां कविभ्यां एभ्यः कविभ्यः अस्मात् कवेः आभ्यां कविभ्यां एभ्यः कविभ्यः अस्य कवेः अनयोः कव्योः येषां कवीनां अस्मिन् कवौ अनयोः कव्योः येषु कविषु कविषु बहु समीचीनं महोदय अस्तु धन्यवादः अस्तु रघुपति महोदय इदानीं तत्र अयम् इति तत्र गुरुः इति करोति वा अथवा किमपि अथवा आत्मा इति करोति वा अस्तु अस्तु आत्मा करोमि आत्मा आत्मनिति अस्तु अयम् आत्मा अयम् आत्मा इमौ आत्मा आत्मानौ खलु अयम् आत्मानौ इमे आत्मानः इति अस्ति अग्रे इमम् आत्मानम् इमौ आत्मानौ इमान् आत्मनः इति आत्मनः आम् अनेन आत्मना इति वा आत्मना अनेन तत्र अनेन एकवारम् महोदय तत्र भवता भवते भवतः भवति इति आमाम् अत्र आत्मना खलु अनेन आत्मनः अनेन आत्मना आभ्याम् आत्माभ्याम् इति भवति आत्मभ्यां क्षम्यताम् आत्मभ्यां ह्रस्व आत्मन आत्मन् इति खलु आत्मभ्याम् आत्मभ्याम् अपि एभिः एभिः आत्मभिः एभिः आत्मभिः अस्मै आत्मने आभ्याम् आत्मभ्याम् एभ्यः चतुर्थी खलु आत्मभ्यः पञ्चमी अस्मात् अस्मात् अस्मात् आत्मनः आत्मनः अस्मात् आत्मनः अस्मात् आत्मनः आभ्याम् आत्मभ्याम् एभ्यः आत्मभ्यः आत्मभ्यः अस्य आत्मनः अनयोः आत्मनोः येषाम् इति अस्ति इदानीम् येषाम् येषाम् आत्मानाम् सारि अत्र ह्रस्वः अस्ति खलु आत्मन् इति खलु आत्मनाम् आत्मनां क्षम्यतां केवलं वर्ण प्रत्ययमेरलम् आत्मनाम् आमां दीर्घत्वं नास्ति अत्र प्रथमायभक्त एव अस्ति अस्तु अस्मिन् अस्मिन् आत्मनि अनयोः अनयोः आत्मनोः अपि च येषु आत्मसु इति भवति समीचीनं महोदय. अस्तु क्लिष्टकरं धन्यवादः. धन्यवादः. अस्तु रघुवीरानन्दस्वामी, तत्र अयम् इति तत्र भवान् तत्र किं कर्तुम् इच्छति महोदय? अयम् इति तत्र पुटसङ्ख्या 51 मध्ये अस्ति, तत्र अयं गुरुः. अस्तु, अयं गुरुः, इमौ गुरौ, इमे गुरवः. इमौ इति किम्? इमौ गुरु, इमौ गुरु, इमे गुरवः. इमे गुरवः. इमं गुरुं, इमौ गुरु, इमान् इमान् गुरून्, गुरून् अनेन गुरुणा, अनेन गुरुणा, अनेन गुरुणा, गुरुणा महोदय मूर्धन्यनकारः, मूर्धन्यषकारः सत्यं, आभ्यां गुरुभ्याम्, एभिः गुरुभिः, अस्मै गुरवे, आभ्यां गुरुभ्याम्, एभ्यः गुरुभ्यः, अस्मात् गुरोः, गुरोः अस्मात् गुरोः, आभ्यां गुरुभ्याम्, एभ्यः गुरुभ्यः, अस्य पुनः गुरोः एव, अस्य गुरोः, अस्य गुरोः, अनयोः गुर गुरयोः गुरुवोः, इदानीं गुरुवोः अनयोः गुर्वोः, एषां गुरूणां, गुरूणां, गुरूणां, गुरूणां, तत्र दीर्घकारः गुरूणां, एषां गुरूणाम्, अस्मिन् गुरौ, अस्मिन् गुरौ, अस्मिन् गुरौ, अनयोः गुरवोः, गुर्वोः अनयोः गुर्वोः, एषु गुरुषु, एषु गुरुषु. समीचीनं महोदय. अस्तु, धन्यवादः. अस्तु, गीताञ्जलि भगिनी, इदानीं तत्र अयम् इति तत्र भवती किं कर्तुम् इच्छति भगिनी? तत्र अयम् इति तत्र हलन्तपदं वा अथवा तत्र कर्ता अथवा पिता इति ऋकारान्तपदं वा? प्रयत्न करोमि महोदय. किम् अयं पिता वा अथवा अयम्? अयम् अयं पिता, इमौ पितरौ, इमे पितरः, इमं पितरं, पितरं, वन्दे मातरं, वन्दे पितरं, इमं पितरं, पितरम्, इमौ पितरौ, इमान् पितॄन्, पितॄन्, पितॄन्, पितॄन्, तत्र पितॄन् इति णत्वम् उक्तवान्, किन्तु पितृन् पितृन् णत्वं नास्ति, न भवति, पितृन् इति एव अस्ति. अन्ते इन् अस्ति चेत् तत्र नकारस्य अनन्तरं कोऽपि वर्णः नास्ति चेत् तत्र अर्णत्वं न भवति. अतः गुरून् इति एव अस्ति. हा, किन्तु गुरुणा इति भवति यतोहि नकारस्य अनन्तरम् अकारः अस्ति, आकारः अस्ति. हा, ओ अस्तु अस्तु. अन्ते अस्ति चेत् नत्वं न भवति. अस्तु अस्तु. अनेन पित्रा आभ्यां पितृभ्याम् एभिः पितृभिः अस्मै पित्रे वा अस्मै पित्रे आभ्यां पितृभ्याम् एभ्यः पितृभ्यः अस्मात् पितुः आभ्यां पितृभ्याम् एभ्यः पितृभ्यः अस्य पितुः अनयोः पित्रोः पित्रोः अनयोः पित्रोः एषां पितॄणां. समीचीनं भगिनि. इदानीं सप्तमी अस्मिन् सप्तमी अस्मिन् पितरि पितरि पितरि हा अस्मिन् पितरि अनयोः पित्रोः एषु पितृषु वा पितृषु पितृषु पितृषु अनन्तपदे सकारः किन्तु अत्र षकारः. बहु समीचीनं भगिनि. हा अस्तु. हा लक्ष्मी भगिनी नमस्कारः. अस्तु इदानीं तत्र प्रायशः तत्र किं नमस्कारः महोदय. चिन्ता मास्तु भगिनि. अस्तु तर्हि तत्र अभ्यासः जातः. इदानीम् अग्रे गच्छामः. तत्र पुटसङ्ख्या अस्ति 58. तत्र पुटद्वयं कृत्वा तदनन्तरं कथां पठामः इति चिन्तनं पश्यामः. अस्तु तर्हि तत्र रविमहोदय आरम्भं करोति वा. तत्र तृतीय अभ्यासः पुटसङ्ख्या 58 मध्ये. विजयिनो कुत्र महोदय? तत्र पुटसङ्ख्या 58 महोदय. प्रथमवाक्ये वा तृतीयवाक्ये? ओ अत्र वयं कृतवन्तः तत्र. ओ अस्तु अस्तु अस्तु अस्तु महोदय. अस्तु अस्तु तत्र आरम्भतः पठतु महोदय. इदं महाभारतम् अस्मिन् भगवद्गीता वर्तते. हा इदं महाभारतं तत्र इदं शब्दस्य कीदृशरूपम् अस्ति तत्र इदं पदस्य? इदं तत्र लिङ्गं इदं महाभारतम् इदं महाभारतम् इति अस्ति नपुंसकलिङ्गं. हा यतोहि महाभारतं नपुंसकलिङ्गे अस्ति. समीचीनं महोदय. अस्मिन् भगवद्गीता वर्तते. हा वयं जानीमः तत्र महाभारतस्य मध्ये तत्र भगवद्गीता अस्ति इति. सप्तमी एकवचनं सप्तमी एकवचनं समीचीनं महोदय. अग्रे कपाटिकाः स्त्रीलिङ्ग. हा स्त्रीलिङ्गशब्दः कपाटिका आकारः स्त्रीलिङ्ग. बहुवचनं प्रथमा बहुवचनं प्रथमाविभक्ति बहुवचनं. हा समीचीनं. कपाटिकासु व्याख्यानग्रन्थाः सन्ति. तासु कपाटिकासु व्याख्यानग्रन्थाः सन्ति. हा तासु कपाटिकासु व्याख्यानग्रन्थाः सन्ति. तत्र तासु इति तत्र हा स्त्रीलिङ्ग् इति कृत्वा समीचीनं महोदय, अथवा आसु इति अपि वक्तुं शक्नुमः. इदं पदम् अस्ति चेत् आसु, नो चेत् तत्र एषा इति अथवा तत्र ता कपाटिका अस्ति हा अथवा सातेताः इति तत्र तासु इति. समीचीनं महोदय, हा ता इति एव. अस्तु हा अस्तु महोदय, अग्रे करोतु. तत्र तत्र प्रायशः पञ्चमपर्यन्तं करोतु महोदय. तौ विजयिनौ, अतः तौ विजयिनौ इत्युक्ते अत्र तत्र लिङ्गं किं लिङ्गं विजयी पुल्लिङ्ग अस्ति, पुल्लिङ्गद्विवचनं, पुल्लिङ्गद्विवचनम्. एकवचने किं भवति तत्र सः अपि सः. तदनन्तरं विजयिनौ किं भवति, विजयिनौ किं भवति, विजयिनः, विजयिनः न न न हा तत्र सः विजयी, विजयिन् इति नकारान्तप्रातिपदिकं हलन्तपदं, किन्तु प्रथमविभक्तौ तत्र विजयी, हा योगी इति तत्र योगिन् इति प्रातिपदिकं, किन्तु योगी इति दीर्घैकारः. अतः सः विजयी, तौ विजयिनौ, ते किं भवति विजयिनः, हा इदानीं ते विजयिनः. समीचीनं महोदय, हा बहुवचने विजयिनः. समीचीनं, हा अग्रे विजयिभ्यां भगवद्गीतां ददातु. हा तत्र विजयिभ्याम् इति भवति, तत्र विजयिभ्यां विभक्ति तत्र चतुर्थीविभक्ति, हा किमर्थं, समीचीनमेव, किमर्थं ददातु, ददातु अस्ति इति कृत्वा तत्र चतुर्थी एव समीचीनं. यद्यपि तत्र विजयिभ्यां तत्र किं चतुर्थी भवति अपि पञ्चमी भवति, किन्तु किन्तु अत्र ददातु अस्ति इति कृत्वा तत्र चतुर्थी एव समीचीनम्. हा समीचीनं, हा अतः तत्र विजयिभ्यां पूर्वं किं भवति ताभ्यां, हा ताभ्यां, ताभ्यां विजयिभ्यां, विजयिभ्यां भगवद्गीतां ददातु, भगवद्गीतां ददातु. समीचीनं महोदय, अग्रे इमे ज्ञानिनः, अत्र एकवचने किम् अस्ति इमे ज्ञानिनः, अयं प्रथमा अयं ज्ञानी, हा अयं ज्ञानी, इमौ ज्ञानिनौ, इमे ज्ञानिनः, ज्ञानिनः, ज्ञानिनः भगवान् इच्छति, हा तत्र इमे ज्ञानिनः, पुनः ज्ञानिनः भगवान् इच्छति इति अस्ति, इमे इमे ज्ञानिनः भगवान् इच्छति वा, इमे ज्ञानिनः, इमे इति वा तत्र, अस्तु तत्र किञ्चित् क्लेशः अस्ति. तत्र इमे ज्ञानिनः तत्र प्रथमवाक्यं, द्वितीयवाक्यं, तत्र क्रियापदं किम् अस्ति द्वितीयवाक्ये, इच्छति, इच्छति, इच्छति इति क्रियापदं. कर्तृपदं किं, कः इच्छति, ज्ञानी, न न इच्छति इति एकवचने अस्ति खलु क्रियापदम्, इच्छति एकवचने अस्ति, भगवान् हा भगवान् इच्छति, भगवान् इति कर्तृपदं, भगवान् इच्छति. इदानीम् इच्छति अस्ति चेत् तत्र प्रश्नः भवति कम् इच्छति अथवा काम् इच्छति, भगवान् कम् इच्छति अथवा काम् इच्छति इति खलु, हा अतः ज्ञानिनः इति पदस्य विभक्ति का, बहुवचन वचनं किन्तु विभक्ति का, तत्र भगवान् ज्ञानिनः इच्छति इति अस्ति चेत् तत्र ज्ञानिनः वाक्ये किं भवति, न न न न तत्र भगवान् इच्छति, भगवान् इच्छति कर्मपदं खलु, भगवान् कम् इच्छति, ज्ञानिनः द्वितीया द्वितीया विभक्ति, समीचीनं, हा तत्र एकवचने किं भवति? ज्ञानिनं, ज्ञानिनौ, ज्ञानिनः. अतः तत्र भगवान् इमान्, इमान् ज्ञानिनः, इच्छति. भगवान् इच्छति, भगवान् कर्तृपदम्, इमान् ज्ञानिनः कर्मपदम्, इच्छति क्रियापदम्. समीचीनं महोदय. अग्रे अन्तिमं तत्र पञ्चम भगवद्गीता तत् तत् स्त्रीलिङ्ग् एकवचनं, स्त्रीलिङ्ग् एकवचनं, प्रथम एकवचनं, अष्टादश अध्यायेषु सप्तशत श्लोकाः सन्ति. तस्याम् इदानीं भगवद्गीता इति पदस्य सप्तमीविभक्ति एकवचनमपि रूपं वदतु. तत् किमस्ति? भगवद्गीता नदी, नद्याम् नदी न, इदानीं तत्र लता, लतायां लतयोः लतासु. अत्र तु लतायां भगवद्गीतायां भगवद्गीतायां भगवद्गीतायां अष्टादश अध्यायेषु सप्तशत श्लोकाः सन्ति. हा, श्लोकाः सन्ति. समीचीनं महोदय. अस्तु, अग्रे सूर्यकुमारी भगिनी. षष्ठः, एते यज्ञाः यज्ञेषु जपयज्ञः श्रेष्ठः. एते यज्ञाः एकवचने, एते यज्ञाः एकवचनरूपं किम्? एषा वा अथवा नो, एषः. हा, एषः यज्ञाः न न, एकवचने एषः यज्ञः. समीचीनम्. इदानीं यज्ञेषु सप्तमी बहुवचनं, येषु यज्ञेषु जपयज्ञः श्रेष्ठः. हा, येषु अपि तत्र भवितुम् अर्हति, किन्तु तत्र पूर्व किन्तु अत्र एते इति पूर्ववाक्यम् अस्ति, अतः तत्र यत् पदं तत्र स्थापयामः तत्र सम्बन्धः भवति. हा, एतेषु इति एव समीचीनं भवति. हा, यतोहि तत्र पूर्वं तत्र येषु कदा स्थापितुं शक्नुमः? यदि इमे यज्ञाः अस्ति चेत् तत्र येषु यज्ञेषु, किन्तु एते यज्ञाः इति अस्ति, अतः एतेषु इति. समीचीनं भगिनि. अग्रे तत् विश्वरूपं, विश्वरूपात् अर्जुनः भीतः अभवत्. तत् सः तस्मात् हा तस्मात् तस्मात् तस्मात् विश्वरूपात् भीतः अभवत्. हा, समीचीनं भगिनि. अस्तु, इमे सम्पदौ, इमे सम्पदौ द्विवचनम् अस्ति. हा, किमर्थम् इमे इति अस्ति खलु, इमे इति अस्ति, तत् बहुवचनं खलु. सम्पदौ सम्पदा स्त्रीलिङ्गं महोदय. समीचीनं भगिनि. सम्पत् स्त्रीलिङ्गपदम् अस्ति, अत्र इमे अपि स्त्रीलिङ्गे एव अस्ति. तत्र यम् इमे इमाः, इमे इमाः, यं सम्पद्, अतः तत्र रूपं किं भवति? सम्पद् सम्पदौ सम्पदः सम्पद् इमे सम्पदौ इमा सम्पदः. अनयोः इदानीं तत्र समीचीनं भगिनि. हा, समीचीनं. हा, अनयोः अनयोः सम्पदोः देवी दैवी सम्पत् मोक्षाय भवति दैवी दैवी सम्पत् दैवी सम्पत् मोक्षाय भवति हा मोक्षाय कल्पते मोक्षाय मोक्षार्थं भवति मोक्षाय तत्र किमर्थं मोक्षम् इच्छति चेत् तत्र दैवीसम्पत् आवश्यकम् अतः दैवीसम्पत् मोक्षाय भवति तत्र दैवीसम्पत् आसुरीसम्पत् इति तत्र द्वैविध्यं हा सम्पद्वयम् अर्जुनः वदति समाप्तं नव पर्यन्तं हा वदतु भगिनि हा हा चिन्ता मास्तु वदतु भगिनि हा अर्जुनः वदति ते मम बान्धवाः बान्धवान् तान् ते हा ते इति तत्र ते सः तौ ते बहुवचनं बहुवचनम् एक प्रथमाविभक्ति ते मम बान्धवाः बान्धवान् अहं न हनिष्यामि तान् बान्धवान् अहं न हनिष्यामि हा बहु समीचीनं भगिनि अस्तु समीचीनं तत्र ते मम बान्धवाः एकवचने किं भवति सः बान्धवः हा सः मम बान्धवः समीचीनं भगिनि अस्तु अस्तु तर्हि अग्रे गीताञ्जलि भगिनि आं महोदय इदं शास्त्रं इदं तु नपुंसकलिङ्गे प्रथमविभक्ति एकवचनरूपं शास्त्रे उक्तम् अनुसृत्य जीवनीयमः जीवनीयम् जीवनीयम् ओ क्षम्यतां जीवनीयं क्षम्यतां महोदय शास्त्रे तु सप्तमी अस्ति इदम् इत्युक्ते अस्मिन् समीचीनम् अस्मिन् शास्त्रे उक्तम् अनुसृत्य जीवनीयम् कथं जीवनीयं कथं जीवनीयम् उक्तं जीवनीयं न न अनुसृत्य जीवनीयम् अनुसृत्य अनुसृत्य इत्युक्ते अनुसरणं कृत्वा हा अनुसरणं कृत्वा जीवनीयं तु प्रथमविभक्ति अस्ति न महोदय जीवनीयं कथं जीवनीयं जीवनीयम् अस्ति तत्र किं कथं जीवनीयम् अनुसृत्य न उक्तम् इति जीवनीयम् इति न भवति तत्र तयोः मध्ये सम्बन्धः तत्र विशेषणविशेषसम्बन्धः इति नास्ति यतोहि जीवनीयम् अस्ति इति भवति प्रथमविभक्तौ अस्ति किन्तु तत्र उक्तम् इति पदस्य विभक्ति का तप्रत्यय हा किन्तु विभक्ति का तत्र ओ तत् उक्तम् इत्युक्ते द्वितीय वा कर्मपदं भवति अनुसरति उक्तम् अनुसरणम् उक्तम् अनुसरतु अस्तु अनुसृत्य तु ल्यप् अस्ति ल्यप् अस्ति अतः तत्र अतः तत्र किं तत्र तत्र विशेषणविशेष्यभाव वा भगिनि तत्र न भगिनि शास्त्रे शास्त्रे शास्त्रे किमपि उक्तम् अस्ति यत् उक्तम् अस्ति तत् अनुसरतु तत् अनुसरतु तत्तु अवगतम् अनुसृत्य जीवतु अथवा नाम अथवा जीवनीयम् मया कथं जीवनीयं भवति मया शास्त्रे यदुक्तम् अस्ति तत् अनुसृत्य जीवनीयम् अस्ति मया अस्तु जीवनीयम् अथवा मया अथवा अस्माभिः जीवनीयम् अस्माभिः कथं जीवनीयं शास्त्रे यदुक्तं तत् अनुसृत्य जीवनीयम्। तत्र उक्तः इति प्रायशः अस्ति, उक्तः वा अथवा उक्तं वा इति, तत्र प्रायशः तत्र द्वयमपि साधु इति मन्ये। तत्र किम् उक्तः तत्र विशेषणम् इति नास्ति, अतः उक्तम् इति, अतः तत्र उक्तं वचनम् अथवा तत्र किन्तु उक्तं वाक्यम् अथवा किन्तु उक्तः नियम उक्तम उक्तः नियमः अस्ति चेत् तत्र तं उक्तं नियमम् अनुसृत्य जीवनीयम् इति भवति। कीदृशपदं तत्र अनियर्, तत्र जीवनीयं, कर्तव्यं, करणीयम् इति अग्रे अग्रे पश्यामः अग्रे पश्यामः, किन्तु जीवनीयम् एतदेव करणीयम् अस्माभिः। जीवनीयम्, अस्तु अस्तु, अवगतम्, अधुना क्षम्यतां महोदय। चिन्ता मास्तु भगिनि, अस्मिन् शास्त्रे अस्मिन् शास्त्रे अस्मिन् तु सप्तमी अस्ति, अस्तु। ताः धेनवः, अस्तु, धेनु, धेनु बहुवचन स्त्रीलिङ्गं, ताः धेनवः, धेनवः। तदनन्तरं धेनुषु इत्युक्ते सप्तमी, तासु एव, तासु धेनुषु एका धेनुः कपिला अस्ति। कपिला एका धेनुः अस्ति। कुत्र अस्ति? तासु धेनुषु अस्ति। तत्र तासु धेनुषु एका धेनुः कपिला अस्ति। तत्र तत्र द्वे धेनु कपिले न स्तः, एका धेनुः कपिला। द्वे धेनु कपिले नष्टः इति। समीचीनं भगिनि, अग्रे। एषः अतपस्कः। अतपस्कः तु न जानामि महोदय। सः तपः न करोति। ओ, तपस्कः, अस्तु। तपस् इति सकारान्तपदं, यः तपः करोति सः तपस्कः, एषः न करोति, एषः अतपस्कः। यः न करोति सः अतपस्कः, नास्तिकः, कम्युनिस्टः इति, नास्तिकः। एषः अतपस्कः, एषः तु पुंलिङ्गं समीपे अस्ति चेत् एकवचन, तदनन्तरम् अतपस्काय, अतपस्काय तु चतुर्थी अस्ति पुंलिङ्गे, समीपे अस्ति चेत् एतस्मै अतपस्काय गीताशास्त्रं न दातव्यम् इति। तत्र कस्मै गीताशास्त्रं न दातव्यं, न दातव्यम् अतपस्काय, अतपस्काय गीताशास्त्रं न दातव्यम् इति। भगवद्गीतायाम् अस्ति, दूषयति अस्तु महोदय। तानि पुष्पाणि, तत्तु नपुंसकलिङ्गं बहुवचनं, पुष्पेभ्यः उत्तमं भगवते अर्पयतु। पुष्पेभ्यः इति अस्ति, तत्र वचनं किं? तृतीया चतुर्थी पञ्चमी, न न, चतुर्थी पञ्चमी भवितुमर्हति, किन्तु अत्र चतुर्थी एव न न पञ्चमी भगिनि. तस्मात् तत्र किम् अस्ति, ततः किमपि चिनोति चेत् कस्मात् चिनोति इति भवति. ओ अस्तु अस्तु अस्तु. इत्युक्ते इत्युक्ते तेभ्यः पुष्पेभ्यः हा हा उत्तमं भगवते अर्पयतु. अस्तु महोदय अवगतम्. अस्तु ते हा हा हा तत्र गृहम् अस्ति, गृहात् भवति तत्र मन्दिरं गच्छति, गृहात् गच्छति खलु. गृहं पूर्वं भवति गृहे आसीत्, इदानीं गृहं यत्र अस्ति तत्र एव अस्ति, किन्तु भवति अन्यत्र अस्ति इदानीं खलु. अतः तादृशमेव तत्र अनेकानि पुष्पाणि सन्ति. तदनन्तरं किं भवति, तत्र कानिचन पुष्पाणि तत्र भगवते अर्पितानि सन्ति, अर्पितानि सन्ति. अतः तत्र यानि तत्र पूर्वस्मिन् क्षेत्रे एव सन्ति तेभ्यः कानिचन पुष्पाणि देवाय अथवा भगवते अर्पितानि, पुष्पेभ्यः तेभ्यः पुष्पेभ्यः. महोदय अत्र निर्धारणमस्ति सप्तमी अपि भवितुम् अर्हति वा, यथा धेनुषि एका धेनु कपिला इति अस्ति. तदपि समीचीनमेव महोदय, तदपि समीचीनमेव, किन्तु अत्र विकल्पं दृष्ट्वा तत्र सत्यमेव महोदय. तत्र पञ्चमे निर्धारणे भवति वा, निर्धारणे इति पञ्चमे भवति वा, किन्तु अत्र अत्र तु महोदय स्वीकृत्य इति अस्ति, तादृश अस्ति. अस्तु तस्मात् स्वीकृत्य, अस्तु तस्मात् स्वीकृत्य, स्वीकृत्य अर्पयतु. केवलं निर्धारणमस्ति चेत् सप्तमी, नो चेत् सप्तमी एव. सत्यं महोदय. अस्तु भगिनि, धन्यवादः. अस्तु अग्रे, अस्तु रघुवीरानन्द स्वामी अग्रे करोति वा. एकवारं तत्र इदानीं तत्र कुत्र स्मः, इदानीं तत्र चतुर्दशवाक्यं महोदय. इमे त्रयः गुणाः, इमे त्रयः गुणाः, ताभिः त्रिभिः त्रिभिः त्रिभिः गुणैः इति अस्ति. ताभिः हा ताभिः ताभिः किन्तु तत्र इमे इति अस्ति, इमे इति अस्ति, इमे इति पदस्य पुल्लिङ्ग, इमे त्रयः गुणः, अतः अयं महोदय अयं गुणः, इमे त्रयः गुणाः. अतः तत्र अयम् इति पदम् अस्ति चेत् इदं पदस्य विभक्ति एकवचनरूपम्. इदानीं तस्य तृतीय बहुवचनं किमस्ति, इमे इति पदस्य एभिः. सत्यं महोदय. मया किमर्थं ताभिः उक्तं, सत्यम्. एभिः त्रिभिः गुणैः विमुक्ताः ब्रह्मज्ञानं प्राप्नुवन्ति. हा तत्र गुणैः विमुक्ताः इत्युक्ते, गुणैः विमुक्ताः इत्युक्ते तत्र महोदय भवान् अर्थं पृच्छति वा. हा किञ्चित् तत्र किमर्थं तत्र गुणैः विमुक्ताः इति तत्र अस्ति. इत्युक्ते त्रिगुणाः ये केपि सन्ति सर्वे बध्नन्ति, अतः गुणातीतः विमुक्तं, गुणातीतः भूत्वा भूत्वा गुणातीतः भूत्वा हा तत्र तद् आवश्यकम् अस्ति. अतः तत्र विमुक्ताः एव तत्र ब्रह्मज्ञानं प्राप्नुवन्ति. अस्तु समीचीनं महोदय. तत्र विमुक्ताः प्राप्नुवन्ति, किं प्राप्नुवन्ति, ब्रह्मज्ञानं प्राप्नुवन्ति. तत्र केन विमुक्ताः इति, अतः तत्र एभिः त्रिभिः गुणैः विमुक्ताः इति. अस्तु समीचीनं महोदय. अग्रे ते वेदाः, एकवचने किं भवति अत्र? सः वेदः. सः वेदः. महोदय अत्र मम संशयः एकः, त्रिभिः गुणैः विमुक्ताः इति, विमुक्ता इति अपादानं भवति खलु, तत्र पञ्चमी भवितुमर्हति वा? सम्यक् भवति. तदेव मम चिन्तनमपि आसीत् महोदय. तत्र अपादानं भवति. तत्रापि तत्र गुणेभ्यः तत्र विमुक्ताः, कस्मात् विमुक्ताः तादृश. अहमपि तादृशमेव चिन्तितवान्, किन्तु तत्र तृतीय एव दत्तम् अस्ति इति. करणार्थे इति अस्ति. कस्मात् विमुक्ताः? अस्तु अस्तु. अग्रे रघुवीरन् स्वामी. ते वेदाः रक्तस्थानं वेदानां भगवान् सामवेदः अस्ति. तासां तेषां येषाम् अत्र तु अयं पदस्य रूपमस्ति एषां महोदय. एषां वेदान् इति, किन्तु तत्र पूर्वस्मिन् वाक्ये किं रूपम् अस्ति? वेदानां तद् न तत्र तु तद् तद् अस्ति, ते वेदाः इति अस्ति. सत्यं महोदय, सहतौ ते. इमे वेदाः आसीत् चेत् तत्र येषां वेदानाम् इति भवति महोदय. ओ, यथा तत्र प्रथमवाक्यं तत्र सः रामः इति अस्ति चेत् तदनन्तरं किं भवति? तस्य अनुजः इति भवति. किन्तु अयं रामः अस्ति चेत् अस्य अनुजः इति भवति खलु. अतः तत्र ते वेदः अस्ति. अतः तेषां वेदानां भगवान् सामवेदः अस्ति. अस्तु, अग्रे महोदय. इमानि इन्द्रियाणि, इदानीम् इदं पदम् अस्ति. इमानि इन्द्रियाणि, तत्र इमानि इन्द्रियाणि, इदम् इमे इन्द्रियाणि बहुवचनं प्रथमं नपुंसकलिङ्गम्. इन्द्रियेभ्यः परं मनः पञ्चमी इति परम् अस्ति इति कृत्वा तत्र परं तत्र परम् अस्ति चेत् तत्र उपपदविभक्तिः पञ्चमी अस्ति. तर्हि एभ्यः इन्द्रियेभ्यः परं मनः. हा, समीचीनं महोदय. एभ्यः इन्द्रियेभ्यः परं मनः. तत्र मनः इति कीदृशपदं लिङ्गं किं? मनः, मनः महोदय. सकारान्तपदं लिङ्गम्? इन्द्रियाणि. इन्द्रियाणि दृष्ट्वा अपि वक्तुं शक्नुमः, अपि परम् इति दृष्ट्वा. परं, तर्हि मनसपि नपुंसकलिङ्गं. हा, सत्यं महोदय, सत्यं. हा, तावदेव. मनः मनसि, मनांसि. किन्तु तत्र मनः परं मनः इति दृष्ट्वा किञ्चित् क्लेशः भवति, अतः एव तत्र पृष्टवान्. अस्तु, अग्रे महोदय. पुल्लिङ्गमपि भवितुम् अर्हति वा? न न न, परं मनः इति न न, मनः इति नपुंसकलिङ्गपदमेव. मनस् इति सकारान्तपदं, किन्तु नपुंसकलिङ्गपदम्. आम्, मम प्रश्नः अस्ति, तत्र परं दृष्ट्वा तत् नपुंसकलिङ्गम् इति वक्तुं शक्नोति? तत्र अत्र तादृशं कर्तुं शक्नुमः, किन्तु यतोहि तत्र किं तत्र तत्र तदपि वक्तुं शक्नुमः महोदय. तत्र पुल्लिङ्गः अपि परं परं किं महोदय? पुल्लिङ्गः अपि परम् इति नास्ति महोदय. तत्र साधारणतया तत्र परं परः इति भवति महोदय. तत्र पश्यतु, तत्र पुटसङ्ख्या पञ्चमपुटं पश्यतु महोदय. यो युधिष्ठिरः भीमात् पूर्वः, भीमः युधिष्ठिरात् परः. अस्तु, अतः पुल्लिङ्गे अस्ति चेत् परः परः परम् अव्ययमपि अस्ति महोदय. अव्ययमपि अव्ययं रूपमपि अस्ति तत्र. कदा परम् इति अव्ययं भवति, अपि कदा तत्र विशेषणरूपं स्वीकरणीयम् इति तत्र नियमः अपि अस्ति तत्र. किन्तु इदानीं मास्तु, पञ्चमी विभक्ति इति चिन्तयामः. अपि मनः इति नपुंसकलिङ्गपदम् इन्द्रियम् इति अस्ति. एभ्यः इन्द्रियेभ्यः इति एव तत्र प्राधान्यम् अस्ति. इन्द्रियेभ्यः द्वितीया विभक्ति नास्ति महोदय परं तत्र. न न न न, तत्र विभक्ति तत्र मनः अस्ति इति एव अस्ति. अत्र इन्द्रियेभ्यः परं कः अस्ति अथवा किम् अस्ति इति एव प्रश्नः. अस्ति इति, अस्ति इति तु अकर्मकधातुः महोदय, अतः कर्मपदं नास्ति, प्रथमविभक्ति एव अस्ति. समीचीनं वा? अग्रे. इमाः भगवतः विभूतयः. इमाः भगवतः विभूतयः, तत्र एकवचने किं भवति? इमं भगवतः रूपः. न न, विभूतयः इति अस्ति. विभूतयः विभूतिः, विभूति विभूतिः, विभूतिः. लिङ्गं किं तत्र? स्त्रीलिङ्गं महोदय. समीचीनं महोदय. मतिः शब्दवत् विभूतिः, विभूतिः. तत्र मतिः, मतिः मतयः, विभूतिः विभूति, विभूतयः. इदानीम् इमा अस्ति, इमाः इति विभूतयः एकवचने. इयं भगवतः विभूति, भगवतः इति विभक्तिका तत्र. न न, षष्टि. कस्य तस्य विभूतिः? इयं भगवतः विभूतिः, इमाः भगवतः विभूतयः. विभूतयः भगवान् विभूतिभ्यः भिन्नः अपि अस्ति. आभ्यः, एभ्यः, ताभ्यः. विभूतिभ्यः, विभूतिभ्यः इति अत्र आभ्यः वा? समीचीनम्. आभ्यः स्त्रीलिङ्गे अस्ति. आभ्यः तत्र पुटसङ्ख्या 56 पश्यतु. तत्र इमाः इति इदं पदस्य प्रथमविभक्ति बहुवचनमस्ति. इमाः इदानीं पञ्चमी बहुवचनमस्ति. आभ्यः. आं महोदय, पञ्चमी. किमर्थं भिन्नः अस्ति? तस्मात् भिन्नं, तस्मात् भिन्नः इति अत्र भिन्नः उपपदं वा? मया तत्र भिन्नः, भिन्नः आसीत् चेत् तत्र कस्मात् इति एव तत्र पञ्चमी एव भवति महोदय. सत्यं. तर्हि आभ्यः, आभ्यः विभूतिभ्यः भिन्नः अपि भिन्नः अस्ति अस्ति. अतः तत्र किं वक्तुम् इच्छन्ति? तत्र भगवतः सः विभू तत्र तत्र विभूतिः, तत्र मतिः पदस्य तत्र सप्तमी किम् अस्ति बहुवचने? मतिषु, मतिषु, मतिषु, कविषु, कविषु. मतिषु. अतः तत्र विभूतिः, विभूतिषु अपि वर्तते. विभूतिः अपि वर्तते. तत्र विश्वमयः, विश्वोत्तीर्णः इति तादृशः. समीचीनम्. अस्तु, इमाः भगवतः विभूतयः, भगवान् आभ्यः विभूतिभ्यः भिन्नः अपि अस्ति इति. समीचीनम्. अस्तु अग्रे महोदय, अत्र सप्तमी समीचीनं भवति वा? निर्धारणं नास्ति खलु, अतः तत् तस्मात् इति अत्र पृथक्करणमेव खलु, अतः पञ्चमी. तत्र सप्तमी नास्ति महोदय, पञ्चमी एव. पञ्चमी, पञ्चमी एव भवति. पञ्चमी एव भवति. निर्धारणे बहुषु एकः, तत्र सप्तमी. तत्र सप्तमी, हा, निर्धारणे सप्तमी, अत्र तु तत्र भिन्नः इति अस्ति. अतः कस्मात् पृथक्करणम् अस्ति, पञ्चमी. अतः पञ्चमी. अस्तु, लक्ष्मी भगिनी अग्रे. अस्तु महोदय, अयं अयं योगमार्गः. अनेन योगमार्गेण भगवन्तं प्राप्तुं शक्यते. अयम् इति इदं पदस्य पुल्लिङ्गरूपम्, एकवचनरूपम्. अतः अनेन, तृतीया अनेन योगमार्गेण भगवन्तं प्राप्तुं शक्यते. हा, तत्र योगमार्गेण भगवन्तं, भगवन्तम् इति विभक्तिका, भगवन्तं द्वितीया एकवचनं. हा, द्वितीया एकवचनं. हा, अपि शक्यते इति तत्र कीदृश क्रियापदम् अथवा धातुः तत्र, अकर्मकः वा सकर्मकः वा? शक्यते, प्राप्तुं शक्यते, सकर्मकः. अन्यत् किमपि वाक्यं वदतु, शक्यते उपयुज्य अत्र कर्तृपदं, कर्मपदं. शक्यते, मया पाठं पठितुं शक्यते. हा, तत्र सर्वदा किमस्ति, तुमुनेव अस्ति भगिनि. किं कर्तुं शक्यते खलु, तुमुन्, तुमुनेव भवति खलु. यद्यपि वाक्यं पश्यतु, तत्र शक्यते अस्ति चेत् तुमुनेव अस्ति, तत्र कर्मपदं नास्ति. तुमुन् इति तुमुन् रूपम् अस्ति. किं कर्तुं शक्यते, तत्र प्राप्तुं कर्मणि. हा, तत्र कर्मणि इति, हा, मया, मया इति भवति, किन्तु कर्मणि प्रयोगः. हा हा हा, प्राप्तुं शक्यते. इदानीं तत्र प्राप्तुम् इति, तत्र प्राप्नोति इति पदस्य तुमुन् रूपं, प्राप्नोति इति पदस्य तुमुन् रूपं प्राप्तुं. किन्तु प्रश्नः तत्र किं प्राप्तुम् अथवा कं प्राप्तुम् इति भवति खलु. अतः भगवन्तम् इति विभक्तिका तत्र द्वितीया, द्वितीया कर्मपदम् अस्ति. भगवन्तं प्राप्तुं शक्यते केन मार्गेण, इदानीं योगमार्गेण. योगमार्गेण, अतः माध्यमं, माध्यमम् अस्ति येन, अतः अत्र अनेन योगमार्गेण भगवन्तं प्राप्तुं शक्यते. समीचीनं भगिनि. अस्तु अग्रे. इमे निष्ठे स्तः, निष्ठयोः, निष्ठा स्त्रीलिङ्गपदम्. इमे निष्ठे स्तः एकवचने किम् अस्ति? इयं निष्ठा अस्ति. हा, इयं निष्ठा अस्ति. समीचीनं. ओ, द्वितीया द्विवचनं, द्विवचनं, द्विवचनं निष्ठयोः. अनयोः निष्ठयोः, अनयोः वा येनेव, अनयोः निष्ठयोः अन्यतरयोः मोक्षं प्राप्नुवन्ति. अन्यतरयोः समान, पुल्लिङ्गे स्त्रीलिङ्गे अनयोः समानमेव भवति वा? सत्यं भगिनि, सत्यं, सत्यं, सत्यं. हा, अनयोः, अनयोः एव भवति, अनयोः एव. महोदय, निष्ठयोः अन्यतरयोः इति, अन्यतरः इत्युक्ते एते द्वे स्तः, इदानीं एतयोः एकः खलु अन्यतरः, अथवा एकः मोक्षं प्राप्नुवन्ति, तादृश मोक्षम् अन्यतरयोः कथं भवति? अन्यतरः मोक्षं प्राप्नोति, अथवा अन्यतरः जनाः इति वा, तादृशं कथं भवति? तदपि सप्तमी विभक्ति, सोरि, षष्टि वा अत्र हा तत्र प्राप्नुवन्ति इति किमर्थमस्ति प्राप्नोति इति आमाम् अन्यत् अनयोः निष्ठयोः अन्यतरः मोक्षं प्राप्नोति इति खलु तदा भवति खलु हा सत्यं सत्यम् अन्यतरयोः मोक्षं प्राप्नुवन्ति अस्तु तत्र किञ्चित् अन्वेषणं करणीयमस्ति सत्यं महोदय अस्तु बिट्वीन् टु बिट्वीन् टु अन्यतरः अतः एका प्राप्नोति हा अन्यतरयोः अपि किं मतं भवति अत्र अन्यतरयोः बिट्वीन् नास्ति अमङ्ग् हा न न न अमङ्ग् दीस् टु वन् मोक्षं प्राप्नुवन्ति हा सत्यं सत्यं तत्र प्राप्नुवन्ति इति स्थाने प्राप्नोति इति भवेत् इति मन्ये प्रायशः तत्र मुद्रणदोषः अस्ति तत्र अन्यतरयोः इत्युक्ते तत्र महिले द्वे स्तः इति चिन्तयतु ते महिले समान तत्र समाने न स्तः अतः अन्यतरयोः तत्र तुलना यदि कर्तुं शक्नुमः तत्र समाने न स्तः ते महिले एते महिले अतः तत्र अन्यतरयोः अतः एक एव मोक्षम् एकवचनं न भवति वा महोदय तत् मम भ्रमः अस्ति एकवचनं अन्यतरयोः न महोदय अन्यतरयोः विशेषणमस्ति महोदय तत्र निष्ठयोः पदस्य तत्र किं भवति तत्र अनयोः निष्ठयोः तत्र अहं चिन्तितवान् यत्र सप्तमी अत्र यथा धेनुषु एका धेनु पुष्पेभ्यः उत्तमं पुष्पं हा सत्यं किन्तु महोदय तत्र किं कुर्मः तत्र इमे निष्ठे स्तः इति प्रथमवाक्यम् इदानीं द्वितीयवाक्यस्य स्थाने अन्यत् लघुवाक्यं स्थापयामः इमे निष्ठे स्तः इमे निष्ठे समाने न स्तः नाम तत्र तयोः मध्ये भेदः अस्ति अतः ते निष्ठे तत्र अन्यतरे स्तः अन्यतरे स्तः इत्युक्ते तत्र तुलना तत्र समान सामान्यं नास्ति इति तावदेव द्विवचने एव भवति द्विवचने एव भवति अतः तत्र कीदृशे निष्ठे तत्र अन्यतरे निष्ठे अतः तयोः अथवा अनयोः निष्ठयोः कीदृश्योः निष्ठयोः तत्र अन्यतरयोः निष्ठयोः मध्ये एका मोक्षं तदेव निष्ठयोः अन्यतरयोः एकः मोक्षं प्राप्नोति इति भवति एकः अथवा एका इति अत्र एका सत्यं तदेव अतः तत्र मुद्रणदोषः अस्ति प्राप्नोति इति प्रायशः भवेत् तत्र आमाम् अन्यतरयोः एका इति समीचीनमेव एका मोक्षं प्राप्नोति इति अस्तु लक्ष्मीभगिनी अग्रे अस्तु एताः त्रैविद्याः एताः त्रैविद्याः तत्र विद्याः तत्र लिङ्गं किं स्त्रीलिङ्गं समीचीनम् एषा एताः विद्या त्रै विद्या इति स्त्रीलिङ्गपदम् अतः त्रैविद्या अग्रे अतः एतासां त्रय विद्यानां विद्यानाम् आचरणेन पुण्यप्राप्तिः भवति षष्टि बहुवचनम् एतासां विद्यानाम् आचरणेन पुण्यप्राप्तिः भवति पुण्यप्राप्तिः भवति तत्र किमस्ति तत्र भवति इति क्रियापदम् अकर्मकः वा सकर्मकः वा अकर्मकः अकर्मकः अतः कर्तृपदं किं तत्र कर्तृपदं नास्ति कर्तृपदम् अस्ति कर्मपदं नास्ति कर्तृपदं कर्मपदमस्ति कर्तृपदं नास्ति, कर्मपदं नास्ति, कर्तृपदं किं कर्तृपदं किम् अस्ति? पुण्यप्राप्तिः, पुण्यप्राप्तिः, पुण्यप्राप्तिः भवति. केन पुण्यप्राप्तिः मा भवति? केन कारणेन? विद्यानाम् आचरणेन. कस्य आचरणेन तत्र? विद्यानां. विद्यानां तत्र एतासाम् इति विशेषणम्. एतासां विद्यानाम् आचरणेन, आचरणेन पुण्यप्राप्तिः भवति. भवति समीचीनं भगिनि. अस्तु अग्रे. एतौ क्षराक्षरौ पुरुषौ द्विवचनम् एतौ एषः एतौ एषः एतौ पुरुषः अतः पुरुषौ एषो पुरुषौ एते पुरुषः अतः पुरुषाभ्यां सः लोकः प्रवर्तते. आभ्यां एताभ्याम् एताभ्यां पुरुषाभ्यां पुरुषाभ्यां सः तृतीया विभक्ति पुरुषाभ्यां सः लोकः प्रवर्तते. लोकः प्रवर्तते, लोकः लोके तत्र प्रवर्तते. केन प्रवर्तते तत्र? पुरुषाभ्यां क्षर तत्र वैविध्यम् अस्ति. तत्र क्षरः वा अक्षरः वा? अक्षरः. क्षराक्षरौ पुरुषौ पुरुषौ पुरुषाभ्यां सः लोकः प्रवर्तते. प्रवर्तते हा अस्तु. एकनिमिषो भगिनि. अस्तु तावत्पर्यन्तं समीचीनं भगिनि. अस्तु धन्यवादः. धन्यवादः. धन्यवादः भगिनि. अस्तु अग्रे नरेश महोदय. इयं माया मायां तरन्ति भक्ताः. इयं माया स्त्रीलिङ्ग अस्ति. प्रथमविभक्ति एकवचनं मायां तरन्ति भक्ताः. इयं द्वितीयविभक्ति इमाम् इमां मायां तरन्ति भक्ताः. तरन्ति भक्ताः समीचीनं महोदय. अग्रे. सत्त्वं रजः तमः इमे भावाः. भावैः लोकः मोहितः अस्ति. इमे भावैः इति विभक्ति का तत्र? तृतीयविभक्ति बहुवचनम्. इदानीम् इमे पदस्य तृतीय बहुवचनं किम् अस्ति? एभिः एभिः भावैः लोकः मोहितः अस्ति. तत्र मोहितः लोकः इति पदस्य विशेषणं विशेषणमस्ति. अग्रे. गीता कक्षा तत्र प्रचलति. गीता कक्षा तत्र प्रचलति. कक्ष्यां गमिष्यामि. कक्ष्यां इति विभक्ति का? द्वितीयविभक्ति. कर्मपदं गमिष्यामि. कुत्र तत्र किं गमिष्यामि अथवा कुत्र गमिष्यामि? कक्ष्यां गमिष्यामि. तां कक्ष्यां गमिष्यामि. तां कक्ष्यां गमिष्यामि. समीचीनम्. अग्रे. भगवदुक्तयः अमृततुल्याः सन्ति. भगवदुक्तयः अमृततुल्याः सन्ति. अत्र तत्र सन्ति इति बहुवचनम् अस्ति. इदानीं तत्र वाक्यम् एकवचने करोतु. एकवचने किं भवति? भगवदुक्तिः. भगवदुक्तिः अमृततुल्या अस्ति. अमृततुल्या अस्ति. इदानीं तत्र भगवद्युक्तिः इति भगवदुक्तिः तत्र लिङ्गं किं? स्त्रीलिङ्गम्. भगवदुक्तिः स्त्रीलिङ्गम्. अमृततुल्या विशेषणं. कीदृशी अस्ति भगवदुक्तिः? अमृततुल्या. अमृतम् इव अस्ति सा भगवदुक्तिः. इदानीं तत्र अहं सङ्ग्रहन् सङ्गृह्णामि अत्र द्वितीयविभक्ति ताः अहं समीचीनं महोदय. द्वितीयविभक्ति बहुवचनं किन्तु स्त्रीलिङ्गे इति कृत्वा ताः. इदानीं तत्र भगवत् उक्तयः इति अस्ति, तत्र मतिः शब्दवत् मतिः मती मतयः मतिं मती मतयः बहुवचनं अस्ति. द्वितीयविभक्तौ किं भवति? मतिं मती मती भगवदुक्ति उक्ति उक्तिः भगवद् उक्ती भगवद् उक्तयः. हा एक एक प्रथमविभक्तौ. इदानीं द्वितीयविभक्तौ किम् अस्ति? मतिशब्दवत् मतिशब्दम् एकवारं वदतु महोदय. मतिः मति मतयः मतिं मती मतीः. हा मतीः. इदानीं तत्र तत्र भगवद् भगवदुक्तिं भगवद् उक्ती भगवद् उक्तीः. हा ताः भगवत् उक्तीः अहं सङ्ग्रहणामि इति. समीचीनं महोदय, धन्यवादः. समीचीनं महोदय, अस्तु. अग्रे रघुपतिमहोदय, अग्रे तत्र अग्रिमे पुटे इदानीं तत्र श्लोकाः सन्ति. पठामि. अधः दत्तान् गीताश्लोकान् पठत सर्वनामशब्दान् च परिशीलयत. इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते. एतद्यो वेति तं प्राहुः क्षेत्रज्ञ इति तद्विदः. इदम् अस्ति अत्र इदं क्षेत्रम् अत्र किमस्ति सर्वनां शब्दः इदम् इति अस्ति शरीरम् इदं शरीरं क्षेत्रम् इति अभिधीयते. तस्य नाम नाम अस्ति. अस्तु. एतद्योः वेत्ति एतद् यः वेत्ति एतद् इति सर्वनामशब्दः यः वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद् विदः तद् विदः प्राहुः तद् प्राहुः इति क्षेत्रज्ञ इति उच्यते यः क्षेत्रं जानाति सः क्षेत्रज्ञः क्षेत्रज्ञः इति नाम तत्र तम् इति तत्र सर्वनामपदम् अपि तत् अपि सर्वनामशब्दम् एतत् अपि सर्वनामशब्दमस्ति. हा एतत् एतत् एतत् यः वेत्ति एतद् यो एतद् यः वेत्ति एतत् अपि इदम् इति. समीचीनं महोदय. क्षेत्रम् इति तत्क्षेत्रं यच्च यादृक् तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् स च यो यत्प्रभावश्च तत्समासेन मे शृणु. तत् क्षेत्रं तत् इति सर्वनां शब्दः अस्ति. यत् च अत्र यच्च इति यत् इति सर्वनां शब्दमस्ति. यादृक् इति यादृक् अपि सम सर्वनामस्ति वा? यादृक् तादृक् नास्ति. यत् विकारी इति यद्विकारी यतः यतश्च यतः च यत् तत्रापि यत् यत् अस्ति सर्वनां स च स इति सर्वण स च यः यत् प्रभावः यत् अस्ति अत्र प्रभावश्च तत् समासेन मे शृणु. तत्र यादृक् प्रायश अव्ययम् इति मन्ये महोदय. यादृक् हा हा यादृक् यद्विकारि यत् यतः यतश्च यतः यतः तत्र यतः अव्ययं यतः च यत् यत् यत् अपि अव्यय यत् यत् अव्ययं यत् यत् अव्ययं नास्ति खलु यत् सर्वनाम यः यः तद् इत्यस्य यत् तद् सः इति सः पुनः अव्ययम् अस्ति यो यः यत् यत् प्रभावश्च प्रभावश्च समासेन मे तत् समासेन मे शृणु शृणु इति अस्तु अग्रे सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः तासां ब्रह्म महद्योनिः अहं बीजप्रदः पिता सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः इति अस्ति मूर्तिः इति अस्त्रीलिङ्ग याः इति तासां तासां तासां षष्ठी स्त्रीलिङ्गे तासाम् इति मतीनाम् इति तासां मूर्तीनां ब्रह्म महत् योनिः अहं बीजप्रदः पिता अत्र अहं बीजप्रदः पिता ब्रह्म महत् महत् योनिः अहं बीजप्रदः पिता अस्तु तत्र किं किम् अस्ति तत्र याः इति अस्ति तासाम् इति अस्ति तासाम् द्वे पदे एव तत्र कार्यं बहु किमपि नास्ति खलु महोदय अत्र आमां नास्ति हा अस्तु अतः पठित्वा गच्छेम पठित्वा गच्छेमः कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्म यः सबुद्धिमान् मन्ये सबुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् इति अत्र कर्म यः इति अस्ति पश्येत् कर्मणि च कर्म यः सः बुद्धिमान् मनुष्येषु सः इति अस्ति अत्र युक्तः कृत्स्नकर्मकृत् अत्रापि किमपि नास्ति चितप्रज्ञस्य का भाषा समाधिस्तस्य केशव चितदी किं प्रभाषेत किमासीत व्रजेत किम् अत्रापि का भाषा का इति अत्र किम् इति अस्ति किं किम् आसीत् किं किम् आसीत् तदेव एषा तेभिः तासाङ्ख्ये बुद्धिर्योगे त्विमां शृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहस्यसि प्रहास्यसि अत्र एषा ते अभिहितासाङ्ख्ये बुद्धिः योगे तु इमां शृणु महोदय यया अस्ति यया अत्र तावदेव यया न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परम् न तु एव अहं जातु नासं नं त्वम् इति अस्ति अत्र त्वं न इमे इति अस्ति इमे इति सर्वणां शब्दः जनाधिपाः न च एव न भविष्याम सर्वे इति अस्ति सर्वे इति सर्वनापदमस्ति वयं वयम् इति पुल्लिङ्गे अस्ति वयम् इति सर्वनापदमस्ति वयम् इति अस्ति अतः वयम् अतः परम् इति अस्ति अस्तु इदानीं तत्र प्रायश तत्र केवलं तत्र पूर्वस्मिन् तत्र श्लोके 2.39 मध्ये तत्र त्विमाम् इति अस्ति तत्र त्वि तत्र तु इमां वा तु इमां तु इमां खलु समीचीनं हा तु इमाम् अतः इमाम् इति अस्ति तु इमां त्विमाम् अस्तु अतः तत्र सर्वनामशब्दस्य विषये तु तत्र किमपि नास्ति किन्तु तत्र केवलम् अभ्यासार्थं किं कुर्मः अग्रिमे वर्गे तत्र एकवारम् एतान् श्लोकान् परिशीलयामः अतः सर्वे एकवारं पठित्वा आगच्छन्तु अग्रिमे वर्गे ततः लाभः भवति नो चेत् इदानीमेव परिशीलयामश्चेत् हा किमपि न भवति अस्तु अतः तत्र किं कुर्मः तत्र हा तत्र प्रहेलिका अस्ति तत् कुर्मः वा अस्तु तत्र अस्तु तत्र कः पठति अस्तु रघुवीरनन्दस्वामी तत्र पठति वा प्रहेलिका सुक्षाग्रवासेन च पक्षिराजः त्रिनेत्रधारी न च शूलपाणि त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः. अधोभागे तत्र विवरणमपि दत्तमस्ति. एषः वृक्षस्य उपरि निवसति किन्तु पक्षी न फलमपि भवितुम् अर्हते. एतस्य त्रीणि नेत्राणि सन्ति किन्तु एषः न शिवः. एषः त्वग् वस्त्रं धरति किन्तु न योगी. न योगी किमपि वस्त्रं नास्ति वा? अस्तु. एषः जलं धरति किन्तु न घटः. न वा जलधरः मेघः. एषः कः? एषः कः? अस्तु, तत्र प्रहेलिका तत्र किं पृच्छति इति तस्मात् पूर्वं तत्र पदानि पश्यामः. तत्र वृक्षाग्रवासी तत्र हलन्तपदं वृक्षाग्रवासिन् वासिन् प्रथमविभक्तौ वृक्षाग्रवासी इति वासी वासिनौ वासिनः. अपि पक्षी तु पक्षिन् इति अस्ति. पक्षी पक्षिणौ पक्षिणः. किन्तु पक्षिराजः तु अकारान्त देवशब्दवत् अस्ति. अतः तत्र क्लेशः नास्ति. त्रिनेत्रधारी पुनः धारिन् त्रिनेत्रधारिन् इति हलन्तपदम् त्रिनेत्रधारिन् प्रातिपदिकं धारी धारिणौ धारिणः. पुनः शूलपाणिः शूलपाणिः तत्र शूलपाणिः तत्र प्रायशः शूलपाणिः तत्र हलन्तपदं नास्ति. क्षम्यतां, पाणिः तु केवलं पदमेव. तत्र एक किन्तु तत्र तत्र बहुव्रीहि समासः अस्ति एव. तत्र यस्य यः पाणौ यस्य अन्यथा शूलपाणिः भवेत् खलु महोदय तत्र पाणिन् इति. किन्तु तत्र पाणिः इति आमां तत्र नास्ति. तदनन्तरं तत्र त्वग् त्वग् वस्त्रधारी. क्षम्यतां महोदय, पाणिः इति इकारान्त अस्ति वा तत्र? शूलपाणिः कीदृशपदं पाणिः? अत्र तु यथा दत्तमस्ति शूलः अस्ति यस्य सः शूलपाणिः. किन्तु अधुना रूपम् इत्युक्ते पाणिः तत्र कविः पदम् इकारान्त कविपदि हरिशब्दवत् हलन्तपदं नास्ति. त्वग् वस्त्रधारी अतः तत्रापि धारिन् धरति. अपि सिद्धयोगिन् तत्रापि बिभ्रन्न बिभ्रन् न घटः न मेघः. अतः तत्र वृक्षस्य उपरि अतः वृक्षाग्रवासी वृक्षस्य उपरि निवसति इति. महोदय बिभ्रत् वा बिभ्रन् वा? बिभ्रत् तत्र धारयति. धारयन्नपि जलं धारयन्नपि सः घटः नास्ति मेघः अपि नास्ति. अतः बिभ्रत् इति प्रातिपदिकं, पठत् इति प्रातिपदिकं, किन्तु पुल्लिङ्गे अस्ति अतः पठन् इति रूपं भवति खलु महोदय? रघुवीरनन्दस्वामी सत्यं महोदय. अतः तत्र बिभ्रत् इति प्रातिपदिकं किन्तु बिभ्रन् न घटो न मेघः पुल्लिङ्गपदं शत्रुन्. इदानीं कः कोऽपि जानाति वा प्रहेलिकायाः उत्तरं किम् इति? नारिकेलः. समीचीनम्, अस्तु. महोदय अस्ति उत्तरम् अदा अस्ति किन्तु तत्र वृक्षे महोदय वृक्षे एकः पात्रम् अस्ति नेत्राणि नेत्राणि सन्ति महोदय तस्य अधः शनैः शनैः जलं शिवलिङ्गस्य उपरि आगच्छति तदपि भवितुम् अर्हति पात्रमेकम् अस्ति मो हा सत्यं महोदय हा सत्यं तदपि तत्र भवितुमर्हति सत्यं महोदय समीचीनम् अस्तु तर्हि तत्र द्वितीया प्रहेलिका तत्र समयः नास्ति किन्तु अग्रिमे वर्गे कुर्मः अपि तत्र अन्यान् तत्र एतान् श्लोकान् एकवारं पठित्वा यदि आगच्छन्ति चेत् तत्र लाभः भवति अस्तु तर्हि तत्र समीचीनमस्ति तत्र अभ्यासमपि कृतवन्तः तत्र अनेकानि वाक्यानि अपि परिशीलितवन्तः समीचीनमेव अतः तत्र कथा या कथा मया प्रेषितमस्ति तत् सा कथा तु प्रेषिता अस्ति तत् सा तां कथाम् अग्रिमे वर्गे पठामः अस्तु तर्हि तत्र रघुवीरन् स्वामी भवान् एव तत्र अन्ते शान्तिमन्त्रं वदति वा ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्ति हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय हरिः ओं महोदय नमस्कारः धन्यवादश्च धन्यवादः महोदय धन्यवादः महोदय नमस्कारः